ॐ येन धौता गिरःपुंसां विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेवो महेश्वरः गुरुक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। अस्मद्गुरुभ्यो नमः। हरिः ओम्। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति निजन्तम् इति। तत्र वयं बहु किमपि कृतवन्तः। इदानीं तत्र द्वितीयभागे अन्तिमं, तत्र द्वितीयपाठे तत्र प्रायशः अर्धभागं कृतवन्तः। इदानीं तत्र पेज् 86 मध्ये स्मः। तर्हि तत्र सुरेशः इति आरभ्य दशम अभ्यासः, तत्र षष्ट न पञ्चमबिन्दुः। तर्हि नरेश् महोदय आरम्भं करोति वा? महोदय, तत्पूर्वम् एकः प्रश्नः अस्ति संक्षेपरूपेण, किम् अस्ति कुत्रचित् प्रयोज्यकर्तु द्वितीयाविभक्ति अस्ति, कुत्रचित् तृतीया अस्ति। अहं चिन्तयामि केवलं चत्वारि धातु अस्ति, नी वः अर्ध अपि च खाद्, तत्र तृतीयाविभक्ति अस्ति, अन्य सर्वे तत्र द्वितीयाविभक्ति अस्ति। तत् सत्यमस्ति न? तत्र महोदय प्रायशः तत्र नाम नियमाः इति मन्ये महोदय। नास्ति, नाम स्थूलरीत्या तादृशं चिन्तयितुं शक्नुमः महोदय, किन्तु तत् सम्यक् इति न भाति महोदय। नाम तत्र अनेके नियमाः सन्ति, अतः तत्र एतत् परिचयः एषः परिचयः इति कृत्वा तत्र उदाहरणानि दत्तानि। नाम तत्र गत्यर्थकधातु एतादृशं सर्वं कृतं, किन्तु तत्र वयं महोदय किं कुर्मः तत्र अस्य अनन्तरं, यदि तत्र करपत्रं वा अथवा तत्र तत्र कः अस्ति तत् पुस्तकं, शोभगिन्या प्रेषितं पुस्तकं निजन्तं नत्वं निजन्तम् इति पुस्तकमस्ति, न भगिनि, तत् जनार्दन हेग्डे महोदयस्य न अस्ति भगिनि, तत्र अन्य सापि विद्वान् तत्र, तस्य नाम न स्मरामि। निजन्तं कृत नत्वं निजन्तम् इति लघुपुस्तकमस्ति महोदय, शव भगिनी प्रेषितवती वाट्सप् ग्रूप् मध्ये अपि, तत्र स्वरूप महोदयस्य करपत्रमपि अस्ति, तद् दृष्ट्वा निर्णेतुं शक्नुमः महोदय। तत्र अतः तत्र अतः इदानीं पाठः परिचयः इति चिन्तयतु, एतत् कृत्वा एतं पाठं पठित्वा तदनन्तरं तत्र पुस्तकं वा करपत्रम् इति यदि पठामः तदा तस्य अनन्तरं सारांशः कः, अपि कुत्र कुत्र द्वितीया, कुत्र कुत्र तृतीया इति सम्यक्रीत्य निर्णेतुं शक्नुमः महोदय। अस्तु अस्तु, धन्यवादः। अस्तु, किन्तु उत्तमप्रश्नः, नाम अस्माकं मनसि एषः प्रश्नः भवेत्, तदेव तत्र अन्ततो गत्वा सारांशः कः इति अस्माकं मनसि भवति एव। किमर्थं चेत् पूर्वतने पृष्ठे गत्यर्थकधातूनां निजन्तत्वप्रयोगः एतत् सर्वं पठितवन्तः, बुद्ध्यर्थकधातूनां कृते, भक्षणार्थधातुकानां कृते, तत्र एक्सेप्शन् किम् इति अपि तदेव एक्सेप्शन् नी वह आदि खाद् भक्षयते अहिंसायार्थ, एते सर्वे किमस्ति एक्सेप्शन् अस्ति, इत्युक्ते तत्र एतत् नियमः न भवति तत्र तदेव पृष्ठसङ्ख्या चतुर्थ अशीतितमं पृष्ठे तद् दत्तं तदेव तत् सत्यं सत्यं अधोभागे तत् पश्यामः तर्हि पठामः अग्रे पठामः महोदय आम् आं महोदय पश्यामः तद् अस्तु तर्हि तत्र नरेश महोदय अग्रे सुरेशः अस्तु शिक्षकः विषयं ज्ञापयति छात्रः अस्ति शिक्षकः छात्रं विषयं ज्ञापयति तत्र अणिजन्तरूपमपि वदतु महोदय तर्हि अणिजन्तरूपम् अस्ति छात्रः विषयं ज्ञापयति ज्ञापयति इति निजन्तरूपम् अणिजन्तरूपम् अस्तु जानाति छात्रः विषयं जानाति समीचीनं महोदय समीचीनं इदानीं वेदभगिनी अग्रे आं भगिनी पाचिका इत्यस्य किं तत्र केन विभक्तिरूपं तत्र कः विभक्तिरूपम् आयाति इति पश्यामः चेत् भगिनी डाश् पाकं कारयति क्रीडातु तत्र क्रीडातु तद्धातु तद्धातु गत्यर्थक बुद्ध्यर्थक कोऽपि नास्ति इति तदेव तत्र तृतीया विभक्ति भवति इति मन्ये पाचिकया इति वा आम् पाचिकया भगिनी पाचिकया पाकं कारयति इति नास्ति वा पाचिकया न न तदेव अस्ति यतोहि तत्र उपरि अपि सेवकेन स्वच्छतां कारयति इति अस्ति खलु आम् आम् सत्यं भगिनि तदेव पाचिकया पाकं कारयति उपरि सचिवाः कर्मकरैः कारं कारयन्ति कारयन्ति सत्यं भगिनि सत्यं तदेव तत्र अत्र भगिनी पाचिकया पाकं कारयति तस्य अणिजन्तरूपं पाचकः पाचिकया ओ पाचिका पाचिका पाकं करोति इति इति अस्ति उत्तमं उत्तमम् अस्तु अग्रे अग्रे गजः कम्पयति वृक्षः अस्ति गजः वृक्षान् कम्पयति द्वितीय भक्ति वृक्षान् कम्पयति कम्प् धातु अपि च इदानीं वेदभगिनी एकनिमिष वेदभगिनी एकनिमिष नरेश महोदय एव चिन्तयतु अनजान्तरूपम् अस्ति वृक्षाः कम्पते न न वृक्षाः बहुवचनं कम्पन्ते कम्पन्ते तर्हि महोदय तत्र कम्पते इति अकर्मकः वा सकर्मकः वा अकर्मकः अस्ति सत्यं महोदय नाम कम्पते तत्र पत्रं कम्पते सर्वं अकर्मक अकर्मकधातूनां तत्र निजन्तत्वेन प्रयोज्यकर्तुः का विभक्तिः द्वितीया एव द्वितीया एव पूर्वस्मिन् पुटे दत्तं नाम अकर्मकधातूनां तत्र द्वितीया विभक्तिः अतः समीचीनमेव गजः वृक्षान् कम्पयति कम्पयति इति समीचीनं महोदय अस्तु अस्तु वेदा भगिनी माता शिशुः शाययति शाययति अस्तु शाययति तत् किम् अस्ति शाययति शीघ्रातु शीघ्रातु किमस्ति शिशुं शाययति इति रूपं समीचीनं पर् किमर्थं शीङ् दातु किमस्ति गति बुद्धि प्रत्यवसात् शब्दकर्मकाण शब्दकर्मक दातु तद् मम क्लेशः अस्ति तद्विषये शब्दकर्म इति किन्तु भगिनि तत्र तत्र अणिजन्तुरूपं प्रथमतया वदतु भगिनि, तदा तत्र स्पष्टता भवति इति मन्ये। ओ ओके, शिशुः शैते इति वा? न न, शेते शेते शेते, सारि, शिशुः शेते, शीधातुः शेते भवत्येव। शिशुः शेते, शेते अकर्मकधातु इति मन्ये महोदय तत्र? उत्तमं भगिनि, तदेव तदेव उत्तमम्। ओके ओके, सो अणिजन्तरूप यदि वाक्यं जानीमः चेत् धातु किम् इति मनसि निधानं भवति। सत्यं भगिनि, सत्यं भगिनि, तदेव खलु। ओके गुड्, अच्छा, तर्हि तत्र इदानीं तत्र द्वितीय माता शिशुं शाययति। माता शिशुं शाययति, उत्तमम्, अस्तु समीचीनम्। रमेशः चित्रं स्मारयति, चित्रं स्मारयति, अत्र तु दत्तमस्ति रमां, रमां कथं दत्तमस्ति? रमां तु द्वितीयविभक्ति अस्ति। सत्यं महोदय, प्रायः मुद्रणदोषः अस्ति इति मन्ये महोदय। नूतन मुद्रणे किम् अस्ति इति एकवारं, रमा इति एव तत्र शब्द रमा इति भवनीयं तत्र। सत्यं भगिनि, पश्यामः, परन्तु रमामिति एव दत्तम्। ओ नूतनमुद्रणेपि रमाम् इति एव अस्ति महोदय, अतः मुद्रणदोषः इति मन्ये महोदय, तत्र न दृष्टवन्तः मुद्रणदोषः अस्ति इति चिन्तयामि। मुद्रणदोषः अस्ति, निजान्तरूपं रमेशः रमां चित्रं स्मारयति, अपि च अनिजन्तरूपं रमा चित्रं स्मरति, स्मरति, हा स्मरति, रमा चित्रं स्मरति। तत्र इदानीं चिन्तयामः तत्र केन नियमेन जानीमः अत्र तत्र द्वितीया एव भवति इति, यतोहि तत्र गत्यर्थकधातु नास्ति, बुद्ध्यर्थकः इति वा तत्र स्मरणम् इति, स्मरणं स्मरति, स्मरति बुद्ध्यर्थकः, बुद्ध्यर्थक इति भवति वा तत्र, जानाति बोधति इति बुद्ध्यर्थकः तत्र, तत्र तु नास्ति। किं स्मरति, पाठं स्मरति, तद् अकर्मकधातु नास्ति, अकर्मक अपि नास्ति, अतः तत्र तत् पुस्तकं पठनीयम्। उपरि अपि न दत्तं खलु महोदय, तत्र नाम तत्र ज्ञापयति इति अस्ति, अतः ज्ञापयति स्मारयति समानमिति चिन्तयामि महोदय। महोदय अहं मन्ये रमेशः रमया चित्रं स्मारयति इति रूपं तृतीयविभक्ति भवति तत्र इति मन्ये, किमर्थं चेत् तत् स्मृधातु गति बुद्धि प्रत्यवसानार्थ शब्दकर्म कर्मकाणाम् अणीकर्ता सणौ तत्र किमपि नास्ति, तत् तत्र कुत्रापि न अस्ति, अपि च नीवः धातु नास्ति, आदि खाद्यधातु नास्ति, तदेव तत् तृतीयाविभक्ति एव भवति इति। अस्तु भगिनि, तदेव स्वीकुर्मः, अस्तु भगिनि, तदेव स्वीकुर्मः, यतोहि तत्र एतावत् ये नियमाः अस्माभिः दृष्टाः तत्र तु नास्ति खलु एषः धातुः, अतः तृतीया एव भवेत्। अस्तु भगिनि, तर्हि नरेश् महोदय तृतीया इति चिन्तयित्वा वदतु महोदय। रमेशः रमाया चित्रं रमया चित्रं स्मारयति, अपि च अनजन्तरूपं रमा चित्रं स्मरति. रमा चित्रं स्मरति, समीचीनं महोदय. अतः एव तत्र प्रायः रमाम् इति दत्तवन्तः. रमाम् इति नास्ति रूपम्, अन्यत् रूपम् अस्ति अस्माकं स्मारयितुं ते तत्र द्वितीयव्यक्तिरूपं दत्तवन्तः. भ्रमः मास्तु, भ्रमः जातः न रमा इति दृष्ट्वा. हा, नाम साधारणतया यत् रूपं दत्तं तदेव रूपं कार्यं न करोति, परिवर्तनम् आवश्यकम् इति जानीमः खलु. नाम बालिका अस्ति चेत् बालिकाम् अथवा बालिकया इति, अतः तत्र रमाम् इति दत्तवन्तः. तेन वयं वयम् अवगच्छामः, अस्तु अस्तु रमाम् इति समीचीनं नास्ति, परिवर्तनं करणीयं, तर्हि रमया भवेत् इति. यथोदाहरणं निजन्तवाक्यानि कुरुत, शिष्याः पाठं पठन्ति, गुरुः शिष्यान् पाठं पाठयति, तत्र पाठयति. अस्तु, शिष्यान् बुद्ध्यर्थक दातु. आम् आम् आम् सत्यम्, तदेव. अस्तु, अन्य रजनी विमलायै लेखनीं ददाति, विमलायै तृतीयविभक्ति तत्र. सो विमला विमला नै ओ किं वदामि तत्र सीता यतोदाहरणं निजन्तवाक्यानि कुरुत, अच्छा, रजनी विमलायै लेखनीं ददाति सीता. रजनी विमलायै रजन्या न किं वदामि तत्र सत्यं तदेव भगिनि. रजनी सीता रजन्या विमलायै लेखनीं दापयति, दापयति सीता रजन्या विमलायै लेखनीं दापयति इति दादातु तत्र. गतिबुद्धि तत्सु तद् नास्ति इति कारणतः तृतीया विभक्ति एव भवति. तृतीया विभक्ति, सत्यं सत्यम्. अस्तु नरेश् महोदय. अहं विद्यालयं प्राप्नोमि, निजन्तरूपं भ्राता तत्र अस्ति. भ्राता मां विद्यालयं प्रापयति, भ्राता विद्यालयं प्रापयति. प्रापयति, समीचीनं महोदय. तत्र किमर्थं द्वितीय समीचीनमेव, किन्तु प्राप्तं तु किमस्ति तत्र गत्यर्थकः अस्ति. आम् इति सत्यं महोदय, सत्यं सत्यं. प्राप्तवान् तत्र नाम अहं भारतदेशं प्राप्तवान्, तत्र आगतवान्, अतः द्वितीया एव. तर्हि भ्राता मां विद्यालयं प्रापयति, समीचीनं महोदय. मित्रं गृहं गच्छति, मित्रं गृहं गच्छति, एषः मित्रं गृहं गमयति इति वा. एषः गच्छति गत्यर्थकदातु इति कारणतः तत्र द्वितीया विभक्ति भवति. एषः मित्रं गृहं गमयति इति, मित्रं मित्रमेव गच्छति तत्र. द्वितीया विभक्ति नपुंसकलिङ्गपदमस्ति न महोदय, तदेव सत्यं भगिनि. तदेव एषः मित्रः इति पुल्लिङ्गपदमपि अस्ति. मित्रः मित्रमेव, मित्रः इति पुल्लिङ्गपदमपि अस्ति, किन्तु मित्रः नाम सूर्यः, मित्रः नाम सूर्यः. मित्र एक शब्दः श्रुतवती, मित्रः इति पुल्लिङ्गशब्दः अपि अस्ति इति. श्रुतवती. तस्य अर्थः अस्ति, तस्य अर्थः भास्करः रविः इति मित्रः. किन्तु यत् साधारणतया नाम सहृदः इति वदामः, तत्र सहृदः नाम मित्रं, मित्रम् इति एव. अग्रे लेखकः कथाः लिखति. अत्र लेखकः कथाः लिखति, प्रकाशकः लेखकेन, प्रकाशकः लेखकेन कथां लेखयति. कथाम् इति नास्ति महोदय, कथाम् इति नास्ति, कथाम् इति नास्ति, कथाः. आम्, बहुवचनम् अस्ति. विभक्ति का तत्र, कथाः द्वितीयविभक्ति. समीचीनं. नाम लता लते लताः, लतां लते लताः. अतः कथाः इति कर्मपदं द्वितीयविभक्ति बहुवचनं. तर्हि पुनः वाक्यं वदतु महोदय. प्रकाशकः, प्रकाशकः लेखकेन कथाः लेखयति. समीचीनम्. अस्तु, अग्रे भगिनि. अत्र तृतीयं किमर्थमस्ति? तृतीयं महोदय, तत्र उदाहरणं पूर्वं दृष्टवन्तः इति कृत्वा, नाम तत्र अकर्मकधातु नास्ति, गत्यर्थकधातु नास्ति, एतत् किमपि नास्ति इति कृत्वा तत्र तृतीया. अपि पूर्वस्मिन् पुटे गुरुः शिष्येन पत्रं लेखयति इति अपि आसीत्, अतः तत्र विश्वासः अस्ति तृतीया एव ओके. गृहं शोभते, सतीशः शोभते इति रूपमस्ति. शोभते सतीशः शुभ, शुभधातु वा? शोभते शुभधातु, शुभ इति शोभ इति भवन्ति. शोभते आत्मनेपदीरूपं. गृहं शोभते सतीशः गृहं शोभते. तत् कः अस्ति? शोभ, गृहं शोभते अकर्मकधातु वा शब्दकर्मक वा? शोभते अकर्मक एव अस्ति, अकर्मक. तदेव तत्र नाम तत्र नक्षत्राणि, नक्षत्र, नक्षत्रं शोभते, गृहं शोभते, तत्र किं शोभते इति न प्रष्टुं शक्नुमः, न शक्नुमः. तदेव अकर्मक इति कारणतः गृहं, गृहमेव तिष्ठति. सतीशः गृहं शोभयति इति वा? शोभयति, आत्मनेपदीरूपम्. अतः तत्र शुभधातुः, शुभधातुरूपं किम् इति जानाति वा तत्र? न, एकनिमिषं महोदय, लेट् मी लुक्. शुभधातुः शुभ, चिन्तयामि, शोभयति ते आत्मनेपदी अस्ति. शुभ दीप्तौ, शुभदीप्तौ इति वा? शुभदीप्तौ, आम् आं भगिनि, दीप्त, दीप्तौ, यतोहि तत्र दीपः प्रकाशते इति अर्थः. शोभते लट्लकारे शोभते इति उक्तं, परन्तु निजन्ते किमस्ति? निजन्ते कर्तृप्रयोगे शोभयति एव. अस्तु, समीचीनं. शोभयति इति रूपम् अस्ति महोदय. निजन्ते उभयपदी भवति न? तदेव निजन्ते उभयपदी रूपम् अस्ति, अस्ति परस्मैपदी अपि अस्ति. शोभयति, शोभयति रूपद्वयं शोभयति. अस्तु अस्तु, समीचीनं. तर्हि वाक्यम्, वाक्यं सतीशः गृहं शोभयति अपि च शोभयते इति अस्ति. धन्यवादः, समीचीनं. नरेश् महोदय, विवेकः प्रश्नं करोति, विवेकः प्रश्नं करोति सुकेशः. अत्र तृतीया आगच्छति, विवेकेन प्रश्नं कारयति करेक्ट् सुकेशः विवेकेन प्रश्नं कारयति करेक्ट् हा समीचीनं महोदय विक्रमः जलं विवेकेन विवेकेन प्रश्नं कारयति समीचीनं विक्रमः जलं पिबति पादातु अत्र पादातु तद् पिबति भक्षणार्थकधातु अस्ति रैट् पिबति अति खादति भक्षयति पिबति तदेव तत्र द्वितीया विभक्ति एव भवति भगिनी विक्रमं जलं पाययति भगिनी विक्रमं जलं पाययति समीचीनं भगिनि यतोहि चन्द्रमुक्तं तत्र भक्षणार्थकधातूनां मध्ये तत्र अद् धातुः का धातुः तत्र एव निषिद्धः तत्र अन्यत्र विभक्ति न भवति अद् धातु खाद् धातु आम् सत्यं महोदय चन्द्रः प्रकाशते चन्द्रः प्रकाशते अत्र सूर्यः अहं चिन्तयामि चन्द्रं द्वितीया अस्ति सूर्यः चन्द्रं प्रकाशयते प्रकाशयते प्रकाशयति द्वे अपि रूपं समीचीनमेव उभयपदं प्रकाश उभयपदी अस्ति अस्तु सूर्यः चन्द्रं प्रकाशयते प्रकाशयति प्रकाशयति किमर्थं चेत् प्रकाशः इति अकर्मकधातु वा अकर्मकः अस्ति अस्तु अस्तु यथा शुभते तत्र एव प्रकाशते अस्तु अस्तु महोदय नलिनी फलम् अश्नाति अश्रुधातु तत्र अश्रुधातु तस्य अश्नाति नलिनी माता नलिनीं फलं तत् किं भवति अश्नाति अश्नाति भक्षणार्थक आम् आम् भक्षणार्थक इति तदेव द्वितीया नलिनीं माता नलिनीं फलं अश्नाति इत्यस्य किं भवति तत्र अश्नायति वा किं भवति किमर्थम् अहं चिन्तयामि आशयति आशयति वा आशयति आशयति आशयति तत्र पूर्वस्मिन् कोऽपि उदाहरणमस्ति चत्वारधिक अशीति तत्र तत्र मध्ये यत्र भक्षणार्थकधातूनां चर्चा अभवत् तत्र अश्नाति आशयति इति दत्तं भगिनि ओ अस्तु किमर्थम् आशयति इति पुत्रः कदलीफलम् आशयति कदलीफलम् आशयति आशयति ओके आशयति अस्तु आशयति समीचीनं तर्हि तत्र अग्रे तत्र किं महोदय सीता गीतं शृणोति सीता गीतं शृणोति विजया अत्र श्रणं द्वितीयविभक्तिः अस्ति अहं चिन्तयामि विजया सीतां गीतं श्रावयति विजया सीतां गीतं श्रावयति अस्तु इदानीं तत्र किं तत्र गत्यर्थक ज्ञानार्थक भक्षणार्थक शब्दकर्मकाः अकर्मकाः इति तत्र इदानीं करणीयं तत्र कुर्मः वा तत्र किं तत्र प्रथमस्तम्भं स्वीकृत्य तत्र वेदभगिनी भवती वदति वा कोष्टके स्थिता निजन्तधातून् यथोचितं चित्वा रिक्तस्थानं पूरयत् तद् वा सत्यं भगिनि ओके ओके आशि ओ तत्र अस्ति आशि आशयति वेदी वेदयति वर्ति वर्तयति भणि भाणयति प्रापि ओ तत्सर्वं दत्तं तत्र गत्यर्थकाः ज्ञानार्थकाः भक्षणार्थकाः शब्दकर्मकाः अकर्मकाः के इति वदामि तत्र आशि आशयति आशयति इति अश्नाति आशयति भक्षणार्थक सो आशयति तत्र अस्ति अस्ति भक्षणार्थकधातुः वेदी वेदयति तद् ज्ञानार्थकाः इति वा ज्ञानार्थकः वर्ति वर्तयति वर्ति वर्तयति तत्तु वर्तयति गत्यर्थकः वा न वर्ति वर्तयति किं वर्तयति इति न अकर्मकः वा वर्ति किम् अस्ति इति चिन्तयामि वर्तयति इति शब्दकर्मक वा शब्दकर्मक इत्युक्ते धातु शब्द एव कर्म अस्ति तत्र सो वर् किमर्थं तद् नास्ति न जानामि महोदय वर्ति वर्तयति किमस्ति इति न जानामि वर्तयति वर्तयति तदेव तदेव शब्दकर्मकः अकर्मकः वा अच्छा किं वर्तते इति प्रश्ने उत्तरं दातुं शक्यते न महोदय तत्र किं वर्तते इति न न किन्तु किं वर्तते नाम कर्तृपदं भवति किं वर्तते इत्युक्ते अतः तत्र अकर्मकः एव वृत् वृत् धातुः अकर्मकः एव अकर्मक ओके अकर्मकः अस्तु भणि भाणयति भणि भाणयति भणि भाणयति तद् न जानामि इति किम् इति न जानामि भगिनि भणि इति भणि भवती अष्टाध्यायी मध्ये पश्यामि भणि इति अस्तु भगिनि भणि भण् धातु ओ भण् भण् धातु शब्दे इति अर्थे अस्ति तद् इत्युक्ते भण् धातु शब्दे इति अर्थे अस्ति इत्युक्ते शब्दकर्मक इति धातु मन्ये महोदय तद् भण् इति धातु शब्दकर्मकः इति तदेव तत्र आयाति भाणयति इति शब्दकर्मक आम् शब्दकर्मकः तदेव शब्द इति अर्थे प्रापि प्रापयति प्रापि प्रापयति आपयति यत् प्राप्तवती प्राप् गत्य गत्यर्थकः वा प्रापयति आम् गत्यर्थकः इति चिन्तयामि सञ्चारी पूर्वमपि आसीत् किन्तु अत्र प्रायशः आं भगिनि तत्र आमामां तत्र 83 मध्ये अपि दत्तं भगिनि नाम गत्यर्थकधातूनां प्रथम उदाहरणं तदेव आसीत् पुत्रः शालां प्राप्नोति पिता पुत्रं शालां प्रापयति इति अतः गत्यर्थक ओके सञ्चारी सञ्चारयति तदपि गत्यर्थक समीचीनं समीचीनं भोजी भोजयति भक्षणार्थक वा भोजी भोजयति सत्यं भक्षणार्थक बोधि बोधयति ज्ञानार्थक ज्ञानार्थक अस्तु अग्रिम इदानीं नरेश् महोदय अस्तु भोजि तद् उक्तवती बोधि भगिनी बोधि इति अपि बोधि इति करोतु अस्तु अस्तु बोधि अपि ज्ञानार्थक इत्यतः आरम्भं पाठि पाठयति पाठयति तु अहं चिन्तयामि शब्दकर्मकः अस्ति करेक्ट् पाठयति करेक्ट् अग्रे वर्धि वर्धयति वर्धयति तत्तु अकर्मकः अस्ति वर्धयति गमि गमयति गमयति तत्तु गत्यर्थकः अस्ति अग्रे श्रावि श्रावयति श्रावि श्रावयति तत् ज्ञान शब्दकर्मकः अस्ति अहं चिन्तयामि शब्दकर्मकः अस्ति शृणोति करेक्ट् शब्दकर्मक श्रावयति इति नाम शब्दकर्मके तत्र अधीते अध्यापयति श्रावयति पाठयति अस्तु सर्वमस्ति महोदय अतः समीचीनमेव गदि गदयति गदि इत्युक्ते किम् गदयति गदि गदयति गदि इत्युक्ते गदा वा गदि न न गदि इति तत्र गदयति इति गदि क्रियापदं हा गदयति गदयति ओ गदयति गद गद इति धातु देवशब्दे देवशब्दे शब्दे सो शब्दकर्मक वा तद् ओ घटि घटि अहं महोदय तत्र घटि हा किञ्चित् स्मरणमस्ति देवः इति अस्ति वा भगिनि देवशब्दे इति अस्तं शब्दकर्म टु हाव् क्लौड् क्लौड् कोल्यूशन् सो गद् गदयति ओ गद् गद् तद् तद् तत् न न भगिनि तत्र गद्यम् इति अस्ति खलु भगिनि गद्यम् आम् गद्यं पद्यम् इति अस्ति खलु भगिनि ओ ओ ओके तत्र गद् गद् इति शब्दकर्मक इति मन्ये तत्तु सत्यं भगिनि आमां भगिनि आम् अग्रे ज्ञापि ज्ञापि ज्ञापयति तत्तु अहं चिन्तयामि ज्ञानार्थकः अस्ति ज्ञापयति ज्ञानार्थ हासि हासि हासयति तत्तु अकर्मकः अकर्मक अहासयति अग्रे आय् आय् किम् अस्ति आययति आयि आययति आयि मने इत्युक्ते पला आययति ओ आय् आय् आय् पलायते इति अर्थे किमर्थ किम् अर्थः किम् अस्ति अयि अयि इति धातु मन्ये अयि अयि अयि इति धातु गत्यर्थकधातु इति मन्ये अस्तु अस्तु ओ अस्तु गत्यर्थक आयि आययति खलु ओ महोदय तत्र आयि इति निजन्तधातुरूपं दत्तम् इति मन्ये अहम् आयि इति निजन्तधातुरूपम् ऐ इति धातु परन्तु निजन्त तदेव हासि क्यापि एतत् सर्वं निजन्तरूपं दीयते तत्र गदि एतत् सर्वे नियन्तरूपं निजन्तरूपम् आमां भगिनि आमामां निजन्तरूपमेव दत्तम् आमां पाठि गमि श्रावि एतत् सर्वे उपदेशक नास्ति आम् ओके अध्यापि अध्यापयति तत्तु अध्यापयति तु ज्ञानार्थकः वा अध्यापयति न न शब्दकर्म शब्दकर्म किमर्थं महोदय तद् शब्दकर्मक अधीते अध्यापयति अध्यापकः अध्यापकः किं करोति पाठयति खलु अध्यापकः अध्यापकः नास्ति वा, तत्तु अकर्मक न भगिनि न अध्यापयति पाठं नाम 84 मध्ये अधोभागे पश्यतु अन्तिम उदाहरणं एटिफोर् मध्ये वा ओके अधीते अध्यापयति ओके जन्तवाक्यं शब्दकर्म यत्र शब्दः एव कर्म कर्मरूपेण भवति खलु अत्र शब्दः एव कर्म कर्म सो अध्यापयति जनि जनदातु जनयति जनि जनयति तत्र जनयति जनयति किं वदामि तत्र प्रत्यर्थकः नास्ति जनयति इति ज्ञानार्थकः नास्ति जनयति नास्ति किमस्ति जनधातु जनधातु प्रायशः गत्यर्थकः एव अस्ति वा जनधातु गत्यर्थकः वा जनि प्रादुर्भावे इति अर्थः न तत्तु तत्र उदाहरणं दत्तं वा अकर्मकधातु महोदय अकर्मकधातु न भगिनि इति वा अहम् अष्टाध्यायी मध्ये तत्र जन जनि प्रादुर्भावे आत्मनेपदि अकर्मक इति उक्तम् ओ उत्तमम् अस्तु भगिनि धन्यवादः जनयति इति अकर्मकः ओके अकर्मकः वा ओके अकर्मक नाम जनि इति जनि इति अकर्मकः किन्तु जनयति इति तु तत्र प्रयोज्यकर्मकधातु अस्ति इति अस्तु भगिनि अस्तु पायि पाययति पायि पाययति पाययति तु प्रत्यवसानार्थ इति मन्यते पाययति भक्षणार्थं नास्ति भक्षणार्थं या या या तो तदेव तत्र कुत्र अस्ति तत् गत्यर्थक भक्षणार्थकाः पायति भक्षणार्थकाः भावी भावयति तत्तु अकर्मक इति मन्ये भावी नास्ति वा भावी भावयति भवति अस्तु अपि च भक्षी भक्षयति भक्षणार्थकः अस्ति अवगमि अवगमयति तत्र तु गत्यर्थकाः अवगमयति अवगमि इति अवगमयति तत् सत्यं वा अवगमयति अवगमयति ज्ञानार्थं नास्ति सत्यं महोदय ज्ञानार्थकधातु अपि भवितुमर्हति किन्तु तत्र गम् धातोः तत्र नाम गम् धातुः अस्ति अपि तत्र किं तस्य तस्मात् प्राक् तत्र किमस्ति उपसर्ग उपसर्गः अस्ति इति कृत्वा उपसर्गपूर्वधातु गम् धातु एव अस्ति खलु इति चिन्तितवान् महोदय किन्तु सत्यं नाम ज्ञानार्थकः धातु अपि भवेत् मम सम्यक् ज्ञानं नास्ति महोदय अतः तत्र ज्ञानार्थकः वा गत्यर्थकः इति कुत्र स्थापनीयम् इति गम् धातुः भवादिगणे अवगम्यते अव इति उपसर्गपूर्वकः अव सो अवगमयति ज्ञानार्थक इति एव चिन्तयामः यतोहि तत्र अवगमनं नाम ज्ञानम् करेक्ट् महोदय ज्ञानमेव भवेत् महोदय तदेव स्वीकुर्मः अपि च आटि इत्युक्ते आटयति, आटि इत्युक्ते गमन गमनार्थ गत्यर्थक इति ग्रासी ग्रासयति इत्युक्ते गृहत् ग्रासयति इत्युक्ते ग्रासयति इत्युक्ते अदने इति अर्थे वा आदु धातु वा अद् ग्रासी ग्रसते ग्रसने ग्रसने इति खलु आम् आम् ग्रसने किम् अस्ति ग्रासी ग्रस् खादने अथवा अथवा तु खादने लैक् यु नो ईटिङ्ग् स्लोलि चूयिङ्ग् चूयिङ्ग् कैण्ड् आफ् थिङ्ग् ऐ थिङ्क् सत्यं सत्यं सो ग्रस् अदनि इति अर्थे सो भक्षणार्थ भक्षणार्थक ग्रासयति भक्षणार्थक सम्यक् अस्तु भक्षणार्थकः अस्तु समीचीनम् अस्तु उत्तमं अस्तु धन्यवादः अस्तु तर्हि नरेश् महोदय अग्रे एतेषु वाक्येषु प्रयोज्यकर्तुः द्वितीया विभक्तिः किमर्थं प्रयुक्ता अस्ति इति परिशील्य यथोदाहरणम् अङ्कयत श्रीकृष्णः अर्जुनं गीतां बोधयति बोधयति तत् शब्दकर्मकः अस्ति अतः शब्दकर्मकः अस्ति अतः प्रयोजकर्तु द्वितीया विभक्ति भवति बोधक बुद्ध्यर्थक बुद्ध्यर्थकः अस्ति अस्तु अतः प्रयोज्यकर्तुः द्वितीयविभक्ति भवति श्रीकृष्णः अर्जुनं गीतां बोधयति उत्तमम् अस्तु अग्रे अग्रे गमयत् किमस्तु अनुचरः मन्त्रिणं वार्तां श्रावयति श्रावयति श्रावयति इति पठितवन्तः शृणोति श्रावयति इति शब्दकर्मकधातुः अस्ति शब्दकर्मकाणां तदेव गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा कर्मकाणाम् अणिकर्ताकणौ सूत्रेण तत्र द्वितीया विभक्ति भवति तदेव अनुचरः मन्त्रिणं कस्य द्वितीया विभक्ति भवति प्रयोज्य कर्तुः द्वितीया विभक्ति भवति इति सत्यं वा महोदय तदेव मन्त्रिणम् इति द्वितीया विभक्ति अस्ति तत्र समीचीनं विदूषकः जनान् हासयति अत्र हासयति तत्तु अकर्मका धातुः अस्ति अतः अत्र प्रयोज्यकर्तुः द्वितीया विभक्ति भवति अतः विदूषकः जनान् हासयति भ्राता अनुजं विपणिम् आययति आययति आययति तत् तत्र आययति किमस्ति तत्र यादातु यादातु अस्ति या इत्युक्ते गत्यर्थक तदेव तत्र प्रयोज्य कर्तुः द्वितीया विभक्तिम् एव दृश्यते भ्राता अनुजं विपिणम् आययति इति समीचीनं भगिनि आचार्यः शिष्यं मन्त्रार्थं वेदयति विद्धातु तत्तु ज्ञानार्थकः अस्ति ज्ञानार्थकः अस्ति चेत् अत्र प्रयोज्यकर्तुः द्वितीयविभक्ति भवति अतः शिष्यम् अस्ति आचार्यः शिष्यं मन्त्रार्थं वेदयति अस्तु अग्रे किमस्ति जननी किशोरं गीतं गापयति गापयति इति गै इति धातु अस्ति इति मन्ये गै धातु तस्य तस्य रूपमस्ति गापयति इति निजन्तरूपम् इति मन्ये गापयति गापयति तदेव तद् तद्धातु तु गै धातु तु अकर्मकः अस्ति इति कारणतः प्रयोज्य कर्ता किशोरं द्वितीया विभक्ति एव तत्र अस्ति तस्य समीचीनं भगिनि समीचीनं ओके परन्तु तत्र गै धातु अकर्म किमर्थम् अस्ति तत् ओ आमामां गीयते आमामां गीतं गीतं गायति इति भवति खलु तर्हि अकर्मकः नास्ति सत्यं सत्यं महोदय सत्यं सत्यं नास्ति वा न न गीतं गायति इति भवति खलु भगिनि गै धातुः तत्र गीतं गायति कर्मपदमस्ति दोषः अस्ति वा तत्र गै धातु अकर्मक इति इति वा भगिनि किमर्थम् इति यदि दोषः अस्ति तत्र दोषप्रायश नास्ति अकर्मक इति शब्दकर्णा गाना ओ ओके गापयति इत्युक्ते शब्दकर्णा गाना इट् कुड् बि शब्दकर्णा आल्सो इफ् इट् इस् शब्दकर्णा देन् इट् इस् शब्दकर्मक धातु तत्र यदि ओ आमामां भगिनि अस्तु अस्तु अस्तु अस्तु तत् सत्यं भगिनि अत्र शब्दकर्मक ओके ओके हा उत्तमम् अस्तु अस्तु पूर्वं वयं तत्र अध्यापयति शृणोति पठति हा तथैव तत्र हा ओके गापयति समीचीनं नर्तकी छात्रां नर्तयति अत्र नर्तधातुः अस्ति तत्तु चिन्तयामि अकर्मकः अस्ति अकर्मकः अस्ति अतः प्रयोज्यकर्तुः द्वितीयविभक्ति भवति अतः नृत्यति नर्तकी अकर्मकः अस्ति नृत् इति अकर्मकधातु वा नृत् यतोहि तत्र सा नृत्यति सा किं नृत्यति इति न पृष्टुं शक्यते तदेव ओके अकर्मक बिशप् रोगिणं गुलिकां गारयति गारयति इत्युक्ते बिशप् रोगिणं गुलिकां गारयति तत् किम् अस्ति गारयति इति शब्द गारयति गारयति प्रिस्क्रैब् इति वा तत्र गारयति न न भगिनि नाम तत्र भक्षणार्थे गृ ओ ओके गृ इति धातु अस्ति गृ इति धातु अस्ति दीर्घ ईकार ऋकार गृ तत् अस्ति निगरणे इत्युक्ते टु ईट् टु स्वालो टु स्वालो रोगिणं गुलिकां गारयति सो टु स्वालो रोगिणं स्वालो इत्युक्ते तत्र किमर्थं द्वितीया विभक्ति भवति भक्षणार्थक दातु वा भक्षणार्थक ओके ओके तदेव तत्र द्वितीया विभक्ति भवति भक्षणार्थकः धातु अस्ति अस्तु पत्रवाहकः पत्राणि ग्रामं प्रापयति अत्र प्रापयति तत्तु गत्यार्थक धातु अस्ति प्रापि अतः अत्र प्रयोज्यकर्तुः द्वितीयविभक्ति भव ग्रामं पत्रवाहकः पत्राणि पत्राणि न पत्राणि तु न करेक्ट् ग्रामं ग्रामं द्वेति सोरि ग्रामं द्वितीयविभक्ति अस्ति ग्रामं प्रापयति पत्रवाहकः पत्राणि इति न पत्रवाहकः न महोदय तत्र प्रयोज्यकर्तुः कः प्रयोज्यकर्तुः कः प्रयोज्यकर्ता कः अत्र नरेश महोदय आं प्रयोज्यकर्तु पत्राणि अस्ति आं महोदय आम् प्रयोज्यकर्ता पत्राणि एव यतोहि तत्र पत्राणि स्वयं तत्र न ग्रामं गच्छन्ति किन्तु पत्रवाहकः तस्य प्रेरणेन पत्राणि ग्रामं प्रापयन्ति खलु प्राप्नुवन्ति ग्रामम् इति कर्मपदं प्रापणे किन्तु अत्र साक्षात् कर्मपदं किन्तु यथा तत्र बिशक् रोगिणं गुलिकां गारयति गुलिकाम् इति साक्षात् कर्मपदं तथैव ग्रामं साक्षात् कर्मपदं पत्राणि इति प्रयोज्यकर्ता प्रयोजककर्ता पत्रवाहक तर्हि करेक्ट् माता पुत्रं मोदकम् आशयति तत्र माता प्रयोजककर्ता पुत्र प्रयोज्यकर्ता आशयति इति पूर्वं दृष्टवन्तः अश् इति धातु अस्ति तद् अश्यति अश्नाति अश् इति रूपं भवति तत्र आशयति इति निजन्तरूपं तत्र अश् इत्युक्ते भोजनार्थक इति प्रत्यवसानार्थकशब्दः तदेव तत्र प्रयोज्यकर्तायाः कर्तायाः द्वितीया विभक्ति कर्तव्यः नास्ति न भगिनी कर्तव्यः नास्ति कर्तुः किमस्ति प्रयोजकर्तुः द्वितीया विभक्ति भवति तदेव पुत्रम् इति तत्र दत्तं पुत्र उत्तमं भगिनि अस्तु तर्हि तत्र पाठे तत्र भक्षणार्थकधातु दातवः इति उक्तम् किन्तु अत्र कोष्टके प्रत्यवसानार्थकः इति उक्तं प्रत्यवसानार्थकः नाम भक्षणार्थकः इति ज्ञातव्यम् नाम पाठे तत्र भक्षणार्थकः इत्येव उक्तं तत्र कुत्रापि प्रत्यवसानम् इति न उक्तमेव खलु केवलम् अत्र प्रथमवारं तत्र प्रत्यवसा सूत्रे गति बुद्धि प्रत्यवसानार्थ इति दत्तं परन्तु प्रत्यवसानार्थकानाम् इत्युक्ते भक्षणार्थकानाम् इति अर्थं हा सत्यं किन्तु पाठे यत् पदं दत्तं तदेव छात्राः स्मरन्ति खलु अतः छात्राणां कृते यदि वयं पश्यामः तत्र पदमेव नास्ति प्रत्यवसानम् इति पूर्वं केवलम् अत्र कोष्टके प्रत्यवसानार्थकः इति दत्तं अतः तत्र भक्षणार्थकः इति यदि तत्र लिखामः अग्रे तत्र क्लेशः न भवति मनसि अस्तु अग्रे प्रयोज्यकर्ता नजन्तधातुः तत् तद् कृतं महोदय तदेव इदानीं कृतं ओके ओके अस्तु अस्तु ओके सो अहं किं किम् उक्तं तत् समीचीनं वा इति तत्र पश्यामः चेत् किमस्ति इत्युक्ते फार् एक्साम्पल् आशयति इति अहम् उक्तवती भोजनार्थ प्रत्यवसानार्थक तद् तत्र लिखितं लेखनं तत्र चिह्नं स्थापनीयं पुत्रः आसि प्रत्यवसानार्थक इति तत्र चिह्नं स्थापनीयम् इति अस्तु समीचीनं महोदय अस्तु ज्ञानवर्धनी विशेषः दृश् धातोः जल्पतिप्रभृतीनां च नजन्तत्वेन प्रयोगे प्रयोज्यकर्तुः द्वितीयविभक्तिः भवति. दृष् धातुः धातोः जल्पति प्रभृति अपि च यथा अस्ति जनकः आत्मजं नाटकं दर्शयति. अत्र दृष् धातुः अस्ति. अत्र तत्र प्रयोज्यकर्तुः द्वितीयविभक्तिः अस्ति. आत्मजं जनकः आत्मजं नाटकं दर्शयति. जल्पति इत्युक्ते किं महोदय? जल्पति जल्पनं कुर्वन्ति, नाम सम्भाषणं कुर्वन्ति. ओ ओ ओके ओके ओके जल्पति गासिप् लैक् गासिप् इति मन्ये भगिनि. अस्तु अस्तु इति चिन्तयामि. जल्पयन्ति किन्तु सुराः नरं जल्पयन्ति इत्युक्ते किम् अस्ति तत्र? सुराः नरं जल्पयन्ति. नरं गौ जल्पयन्ति इत्युक्ते सुराः देवताः देवाः मानुषं. ओ भगिनि तत्र जल्पयन्ति, जल्पयन्ति इति तत्र निजन्तरूपं भगिनि. निजन्तरूपम् अस्तु. आम् आम् आम् जल्पते जल्पयति. आम् आम् करेक्ट् इति चिन्तयामि. जल्पते सुराः नरं जल्पयन्ति करेक्ट्. सो दृष्टान्तोः जल्पति प्रभृतीनां च निजन्त्वत्वेन प्रयोगे प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति इति. ओके जल्पति किमस्ति? जल्पति लट्लकार प्रथमपुरुषे वदति इत्युक्ते. आम् आम् वदति इति अर्थे अत्र वादयति नाम तत्र देवः नरं वदति. नरः वदति किन्तु सुराः तत् कारयन्ति. टु स्पीक् प्रेरयति प्रेरयन्ति सुराः प्रेरयन्ति खलु. पतिकः भिक्षुकम् आभाषयति भाषयति तदपि जल्पति इति अर्थे वा? भाषयति आभाषयति तद् अर्थमिति मन्ये. तदेव तत्र भिक्षुकम् इति आयाति. जल्पयन्ति अभाषयति दर्शयति दृष्टातोः. एतत् सर्वं दृष्टातो विषये अपि च जल्पति प्रभृतीनां विषये प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति इति तत्र दत्तम् अस्तु. आभाषयति तत्र प्रभृतीनाम् इत्युक्ते प्रभृति इत्युक्ते किं? प्रभृतीनां जल्पति समानार्थक अन्य जल्पति समानार्थक अन्य शब्दः अस्ति चेत् फार् एक्साम्पल् भाषयति इति जल्पति समानार्थक अस्ति न? तदेव जल्पति इत्युक्ते तदेव इति मन्ये महोदय. सत्यं सत्यं भगिनि तदेव तदेव अतः समानार्थकः समानार्थकः. हरति करोति इत्येत भवान् पठतु महोदय. आम् हरति करोति इत्येतयोः धात्वोः निजन्तत्वेन प्रयोगे प्रयोज्यकर्तुः द्वितीयविभक्तिः विकल्पेन भवति. राजा दूतम् अथवा दूतेन वार्तां हारयति. हारयति किमस्ति? नाम हरति इति हरणे इति भवति किन्तु अन्यः अर्थः अपि भवेत्. हृदातु सत्यं भगिनि किन्तु हरति इति साधारणतया वयं चिन्तयामः तत्र हरणं भवति इति, किन्तु अन्य अर्थः अपि अस्ति खलु. अन्य अर्थ दूतेन वार्तां हारयति टु अक्वायर् दूतेन वार्तां हारयति. तत्र विकल्पेन अच्छा हरति करोति इत्येतयोः धातोः निजन्तत्वेन प्रयोगे प्रयोजकत्व द्वितीया विभक्ति विकल्पेन भवति. तदेव राजा दूतं दूतेन दूतं वार्तां हारयति इत्युक्ते महोदय हारयति हरति इत्यस्य महोदय अर्थः टु टेक् इति अपि अस्ति. अस्तु अस्तु अस्तु हरति इत्युक्ते टु टेक् इति अपि अस्ति, अपि टु ब्रिङ्ग् इति अपि अस्ति महोदय. अस्तु आम् आं भवतु अतः तत्र टेक् नाम तत्र क्यारि अथवा टु ब्रिङ्ग् द्वयमपि अस्ति महोदय. हरति देवः भक्तं भक्तेन सत्कार्यं कारयत्. ओ महोदय पूर्वतने पृष्ठे अपि कृधातु विषयं तृतीया विभक्ति प्रयोग वयं तृतीया इति एव चिन्तितवन्तः. वयं तृतीया एव इति चिन्तितवन्तः. तत्र द्वितीया विभक्ति अपि भवितुम् अर्हति इति विकल्पेन भक्तेन सत्कार्यं कारयति इति विषये विकल्पेन रूपं भवति इति तत्र दत्तं तदेव हरति. ओके ओके इति अस्ति समीचीनम्. अस्तु अस्तु तर्हि तत्र अग्रे किं कुर्मः? तत्र किं तत्र पुस्तकं पठामः वा निजन्त अन्यत् न तत्र वैयाकरणविषयाः तत्र करपत्रे पठामः वा, तत्र निजन्त इति करपत्रं पठामः वा अथवा करपत्रे? तत् सम्यक् अस्ति करपत्रम्. तर्हि करपत्र अग्रिमे वर्गे तद् करपत्रं पठामः. तत् कुर्मः भगिनि. यद्यतोहि तत्र सर्वे भवन्ति तदा इदानीम् आरम्भं कुर्मश्चेत् समीचीनं न भवति. अस्तु भगिनि. अस्तु तर्हि तत्र अद्य अत्र अद्य अत्रैव विरमामः वा तर्हि? आम् आम् आं महोदय. अस्तु भगिनि. अस्तु अस्तु अपि तत्र अहं वाट्साप् मध्ये अहं प्रेषयामि तत्र नूतनसमयः यदि तत्र यथा चर्चितं पूर्वं तादृशं भवति वा इति अहं पृच्छामि भगिनि. अस्तु अस्तु तर्हि तत्र नरेश महोदय तत्र अन्ते शान्तिमन्त्रं वदति वा महोदय? आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः. धन्यवादः महोदय. Yeah.